नमः सर्वेभ्यः. पुनः अस्माकं समासवर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति तत्पुरुषसमासः इति. तत्र अस्माकं गीताप्रवेशः प्रथमभागे पुस्तके आदिमः ऋषिः इति कथा प्रवर्तमाना अस्ति. तत्र पृष्ठसङ्ख्या अस्ति 24-100 पृष्ठे. कथा आरब्धा पूर्वं किञ्चित् पुनस्मरणार्थं पुनः एकवारं संक्षिप्तरूपेण किञ्चित् वदामः, तदनन्तरम् अग्रे सरेम. तर्हि अत्र राजेन्द्रमहोदय वदति वा अत्र प्रथमपरिच्छेदे किम् अस्ति इति. अस्मिन् कथायां भगिनि अत्र प्रथमपरिच्छेदे अस्ति अत्र नदीतीरेषु बहवः अरण्यानि आसन्, तत्र हिंसा पशवः सञ्चरन्ति, अपि च तत्र नदीतीरे निवासः किञ्चित् असुरक्षितः आसीत्, तत्कारणात् तत्र गुह्यां जनाः निवसन्ति, कन्दमूलफलानि खादन्ति, अपि च तत्र अग्नेः आविष्कारः तदा एव जातः. सम्यक्. अत्र भवान् यत् उक्तवान् अत्र तस्मिन् समीचीनमस्ति. तत्र बहवः अरण्यानि आसन् इति उक्तवान्, तत्र समीकरोतु. तत् अरण्यानि आसन् चिन्तयामि, बहवः न अत्र बहवः इत्यस्य स्थाने किं वक्तुं शक्यते, तत्र विशेषणविशेषे बहवः अस्ति खलु. अत्र मेहुल् महोदय वदतु पुनः. बहूनि अरण्यानि, बहूनि अरण्यानि, अस्तु तावदेव, अस्तु समीचीनं. तर्हि अग्रे बालसुब्रह्मण्य महोदय वदति वा द्वितीयपरिच्छेदे किम् अस्ति. तत्र गुहायाः पूर्वं कश्चन पुरुषः इतस्ततः सञ्चरन् आसीत्, चलन् आसीत्. सः चिन्तितवान् कः शक्तिः अत्र एवं सञ्चालनं करोति इति चिन्तितवान्. कः नाम शक्ति एवं प्रकाशं ददाति, ध्वनिं निर्माति इति एवं प्रश्नान् मनसि तस्य मनसि उत्पन्नः. उत्तरं प्राप्तुम् उन्नतस्थलम् एकं गत्वा पश्यामि इति चिन्तयन् गुहात् निर्गतः उन्नतगिरिशिखरं प्राप्य निश्चलन् उपवेशितवान्. समीचीनम्. अस्तु समीचीनं महोदय, सम्यक्. हा धन्यवादः. अग्रे अत्र मेहुल् महोदय अग्रे वदति वा अग्रिमपरिच्छेदे किम् अस्ति. आम्, सः मानवः अनन्तरं एकं गिरिशिखरे गच्छति, तत्र उपरि गत्वा सः तस्य नेत्रं निमीलयति, अनन्तरं तत्र वातावरणस्य परिवर्तनं भवति, तत्र आकाशे मेघः आगच्छति, आकाशे मेघः गर्जति, अनन्तरं पर्वतप्रदेशे गर्जनं भूत्वा तत्र आकाशस्य वर्णः अपि नीलवर्णः जातः, अनन्तरं एतत् सर्वं दृष्ट्वा सः अज्ञानेन एवमेव अनुकरणं करोति. सः तस्य कण्ठे अपि हृदये च अपि नासिकायाम् ओंकारस्य उच्चारणं सञ्चरति. किमपि प्रयोजनं न करोति चेदपि स्वयमेव ओंकारः इति तस्य शरीरे सञ्चरति. अतः तस्य समस्तशरीरे स्पन्दनं भवति अपि च नवोत्साहः तस्य शरीरे उत्साहं सञ्चरति. अनन्तरं सः निर्णयं करोति यदि अहं प्रयासं करोति चेत् शक्तेः दर्शनं भवति इति. अतः सः प्रार्थनां करोति अनन्तरं कृपया मम दर्शनं देहि इति. परन्तु तस्य एकक्षणं महोदय, कृपया मम दर्शनं देहि इति समीचीनमस्ति वा? मया दर्शनं देहि इति. देहि इति कीदृशरूपमस्ति? ओ, न जानामि महोदय. देहि मध्यमपुरुष एकवचन लकारः लोट् लकारः खलु, लोट् लकारः अस्ति, कर्मणि प्रयोगः अस्ति नास्ति महोदय. मेहल् महोदय पुनः वाक्यं भिन्नरीत्या वदतु. कृपया मया दर्शनं दर्शनं मया ददातु नास्ति खलु, सरला भगिनी वदतु. मह्यं ददातु, चतुर्थी विभक्ति आगच्छति, ददातु ददातु. वदतु महोदय पुनः वाक्यं वदतु. सः प्रार्थनां करोति कृपया मया मह्यं दर्शनं ददातु इति. अनन्तरं परन्तु तस्याः दर्शनं न भवति, अतः सः व्याकुलता अनुभवति. पुनरपि सः प्रार्थनां करोति. अनन्तरम् आकाशात् एकं वाक्यं श्रूयते, वाक्यं यत् अस्ति, नेत्रे उद्घाटयतु मां पश्यतु इति. तावत् समीचीनम् अस्तु. तर्हि अत्र विजया भगिनी अत्र प्रथमपरिच्छेदे समस्तपदानि कानि इति एकवारं वदतु, समस्तपदानि अपि च विग्रहवाक्यं झटिति एकवारं पश्यामः. विजया भगिनी अस्ति वा? अस्तु, तर्हि रत्नभगिनी वक्तुम् इच्छति वा? प्रयत्नं करोमि भगिनि. नदीतीरेषु इति अस्ति, प्रायः नद्याः तीरः तस्मिन् इति चिन्तयामि. षष्ठी तत्पुरुषः. हा, समीचीनं भगिनि. अत्र तीरः इति वस्तुतः नपुंसकलिङ्गे अस्ति, तीरम्. ओ अस्तु, नद्याः तीरं तस्मिन् इति भवति षष्ठी तत्पुरुषः. उदर पूरणम् क्षम्यतां भगिनि, अत्र बहुवचने अस्ति खलु, नदीतीरेषु. हा हा हा हा हा, तेषु, क्षम्यताम्. उत्तमं भगिनि. नद्याः तीरं, नदीतीरं तेषु नदीतीरेषु, अथवा नदीतीराणि इति भवति, तेषु नदीतीरेषु इति भवति. अनन्तरम् उदरपूरणं, पुनः उदरस्य पूरणम् इति चिन्तयामि. पुनः षष्ठी तत्पुरुषसमासः एव. अपि च अत्र नदीतीरनिवासं कुत्र अस्ति भगिनि? द्वितीयवाक्ये आरम्भे, द्वितीयवाक्ये आरम्भे नदीतीरनिवासम् अत्र. ओ अस्तु, तस्मात् नदीतीरनिवासः. नद्याः तीरं, नदीतीरं षष्ठी तत्पुरुषः. नदीतीरे निवासः नदीतीरनिवासः सप्तमी तत्पुरुषसमासः इत्युक्ते षष्टि तत्पुरुषगर्भ सप्तमी तत्पुरुषसमासः इति भवति. क्षम्यतां भगिनि. हा हा चिन्ता नास्ति, अग्रे अनन्तरं वदतु, अनन्तरं वदतु. असुरक्षितः इति अपि अस्ति खलु समासपदम्. तस्य अनन्तरं, तस्य अनन्तरमेव असुरक्षितः, सुरक्षितः न असुरक्षितः, न तत्पुरुषसमासः भवति. अनन्तरं कन्दमूलफलानि, कन्दमूलफलानि, ओ कन्दमूलफलानि, कन्द कन्दश्च मूलश्च फलं च इति भवति वा भगिनि? समासः कः? समासः तत्र द्विगु, न द्विगु इत्युक्ते संख्या भवति तत्र, अत्र संख्या नास्ति. कस्य प्राधान्यमस्ति अत्र? त्रीणि पदानि सन्ति इति उक्तवती, सर्वेषां प्राधान्यम् अस्ति. अतः नाम विस्मृतवती भगिनि, क्षम्यताम्. हा द्वन्द्वसमासः, इतरेतरद्वन्द्वः. हा द्वन्द्व, द्विगु द्विगु इति चिन्तितम्. अत्र बहुवचने अस्ति खलु फलानि इति, अतः कन्दानि, कन्दानि च मूलानि च फलानि च इत्यपि वक्तुं शक्यते. कन्दानि च मूलानि च फलानि. किं सुरक्षितः, असुरक्षितः, तत् सुरक्षितः अपि समासः अस्ति. सुरक्षितः, हा तदपि शोभनरक्षितः तदपि अस्ति. सत्य, समीचीनम्. अनन्तरम् अग्रे तृतीयवाक्ये शरीररक्षणं. क्षम्यतां भगिनि, तत्र कन्दमूलफलानि इति भवता द्वन्द्वसमासः इति उक्तं वा? आम्. कथं वा द्वन्द्वः भवति? कन्दस्य मूलं कन्दमूलम् अपि च ते फलानि इति कर्मधारयः एव भवति किल? न न, कन्द अत्र कन्दम् इति पृथक् इति पदं वदामः, मूलं पृथक् पदं वदामः. न, कन्दस्य मूलम् इति वदति चेत् अत्र षष्ठी तत्पुरुषसमासः. सत्यं, तत्र षष्ठी तत्पुरुषसमासः. कन्दमूलं, कन्दमूलानि च तानि फलानि च, तर्हि तत्र द्वन्द्वसमासः. तत्र द्वन्द्वः नास्ति, कन्दमूलं च मूलानि च ते फलानि च तानि फलानि च इति वदामः चेत् कर्मधारयः, न तु द्वन्द्वः. द्वन्द्वः इत्युक्ते कन्दमूलम् इति भिन्नं भवेत्, फलानि अपि भिन्नं भवेत्. हा, कन्दमूलं भिन्नं खलु, फलानि भिन्नं खलु. कन्दमूलमित्युक्ते कन्दमूलानि एव फलानि इति नास्ति वा? न न न, कन्दमूलम् इत्युक्ते शाकं, ते एव फलानि किल? न, ते एव फलानि नास्ति, शाकमस्ति. फलं भिन्नं, शाकः भिन्नः. अत्र मूलम् इत्युक्ते किं, रूट् इति भवति किल? हा, रूट्. हा, अत्र अत्र कन्दं, कन्दं ट्यूबर्स् अण्ड् रूट्स्. हा, न, फ्रूट्स् अण्ड् शाकः, अनन्तरं फलं, भिन्नभिन्नं. फलस्य कुत्र अस्ति रूट्? नो, कन्दमूलम् एव फलानि इति, तदेव भक्षयन् अस्ति इति. न न, कन्द कन्दमूलमेव फलानि इति अवधारणा इति वदति वा? कथम् अवधारणः? कन्दमूलानि, कन्दमूलानि च ते फलानि च इति. न महोदय, अत्र तदेव भक्षयन् अस्ति इति. न, अत्र पश्यामि भगिनि, कन्दमूला इत्युक्ते रेडिश् इति अस्ति. एकं पदं स्वीकुर्मः, एकं पदं स्वीकुर्मः चेत् कन्दमूलम् इति रेडिश्, सत्यम्, एकं पदं, तदेव अहं पूर्वमपि उक्तवती. तर्हि कन्दमूलानि च फलानि इति अपि भवितुम् अर्हति. नो चेत् अत्र कन्दस्य मूलम् इति वदति चेत् तत्र षष्ठीतत्पुरुषसमासः कन्दमूलं, तर्हि कन्दमूलानि च तानि फलानि च इति तत्र, न, कन्दमूलानि च, कन्दमूलानि च फलानि च इति द्वन्द्वसमासः, न तु तानि फलानि, तानि फलानि इति चेत्, तानि फलानि इति वदति चेत् तत्र कर्मधारयः एव भवति. हा, तानि फलानि नास्ति अत्र, कन्दमूलं च फलानि च. कन्द यतोहि द्वयोः पदयोः प्राधान्यम् अस्ति, न तु उत्तरपदस्य प्राधान्यम्, अतः अत्र कन्दमूलं च फलानि च इति विग्रहवाक्यं। यथा अत्र रामलक्ष्मणौ इति वदामः चेत् रामः च लक्ष्मणः च इति द्वन्द्वसमासः, तथैव अत्रापि। अस्तु भगिनि, अस्तु रत्नभगि भगिनि अग्रे। शरीररक्षणं, शरीरस्य लक्षणं, पुनः षष्ठे तत्पुरुषसमासः, तावदेव इति चिन्तयामि। हा, अपि च आविष्कारः इति अपि पदमस्ति, तदपि समस्तपदमेव। अत्र पूर्वम् अत्र उपसर्गः अस्ति, आ उपसर्गपूर्वकः, वि उपसर्गपूर्वकः। अस्तु, उदरपूर्णमपि अस्ति खलु भगिनि तत्र? हा भगिनी उक्तवती, पूर्वमेव उक्तवती, पूर्वमेव कीदृशसमासः अस्ति भवती उक्तवती अग्रे, किं धातु आविष्कारः कीदृशसमासः भवति? आविष्कारः इति वा? आमाम्, आ उपसर्गपूर्वकः अस्ति, अतः प्रादिसमासः इति वक्तुं शक्यते। अनन्तरं कार इति अस्ति, तत्र उपपद अस्ति वा इति द्रष्टव्यम्। अनन्तरं दृष्ट्वा वदामि भगिनि, न दृष्टवती, दृष्ट्वा वदामि। अस्तु अस्तु, तर्हि अग्रे विश् अपि उपसर्गः अस्ति, विश् इति, विश् इति धातुः इति अत्र कारः कथम् आयाति? कार इति, कार इति तत्र कृ इति धातुतः, कृ धातुतः आगतः कारः। तर्हि आविष्कारः इति तत्र आविस् इति, वस्तुतः अत्र आविस् इति दत्तमस्ति, आविस् योगः कृ योगः घञ् इति दत्तमस्ति। आविस् इति, आविस् इति तर्हि आ उपसर्गपूर्वकः विस् इति धातु अस्ति। दृष्ट्वा दृष्ट्वा वदामि अत्र किञ्चित् अनन्तरं। किम् आ उपसर्गपूर्वक वि उपसर्गपूर्वक विश धातोः कारः इत्युक्ते गञ्जि एव तत्र, कार इति घञ्, सत्यं कार इति घञ्, तथैव उक्तवती इदानीं। तत्र समासः अस्ति, अस्ति एव, परन्तु उपपदसमासः अस्ति वा इति द्रष्टव्यम्। अपि च अत्र दृष्ट्वा वदामि भगिनि अग्रे, अत्र पद्मभगिनी अग्रे वदति वा? समस्तपदानि विभजनं वा? द्वितीयपरिच्छेदे व्याकुलता, व्याकुलतापन्नः, व्याकुलतायाः आपन्नः, अत्र पुनः पुनः वदतु, समीचीनं नास्ति। व्याकुलतायाः आपन्नः, व्याकुलतेन आपन्नः, सप्तमी तत्पुरुषसमासः अस्ति। न, व्याकुलता इति कीदृश, तत्र तस्य लिङ्गं किं व्याकुलता इति पदस्य? अहं चिन्तयामि स्त्रीलिङ्गः अस्ति, स्त्रीलिङ्गे अस्ति इति। यदि भवती सप्तमी तत्पुरुषसमासः इति वक्तुम् इच्छति चेत् तत् सम्यक्तया वदतु। व्याकुलतायाम् आपन्नः तथा वदति। हा, वस्तुतः अत्र सप्तमी तत्पुरुषसमासः अस्ति वा? अत्र पुष्पाभगिनी भवती किं वदति? व्याकुलतायाम् इति षष्ठी अस्ति वा? सप्तमी, सप्तमी अस्ति व्याकुलतायां, सप्तमी षष्ठी तत्पुरुष, व्याकुलतायाः आपणः इति षष्ठी तत्पुरुषसमासः इति चिन्तयामः, चिन्तयामः, परन्तु अत्र पश्यामः चेत् उत्तरपदम्, उत्तरपदे किम् अस्ति? आपन्नः, आपन्नः, यत्र आपन्नः इति शब्दः अस्ति उत्तरपदे, तत्र कीदृशसमासः भवति? सूत्रमस्ति किल, स्थित अतीत पतित गतित अत्यस्त प्राप्त आपन्नैः इति सूत्रेण आपन्नशब्दं द्वितीयतत्त्वसमासः आगच्छति। सत्यं सत्यं, तर्हि विग्रहवाक्यं वदतु. व्याकुलताम् आपन्नः ताम् सत्यं व्याकुलताम् आपन्नः ताम् किमर्थं ताम् व्याकुलता द्वितीया सा ताम् इत्युक्ते द्वितीया द्विवचनं किल सर्वनामलिङ्गशब्दस्य द्विवचनं ताम् इति आगच्छति स्त्रीलिङ्गे. कुत्र पुनः वदतु पुनः वाक्यं वदतु. तां ते ताः सर्वनामलिङ्गशब्दस्य स्त्रीलिङ्गस्य द्वितीया एकवचनं ताम्. न पुनः वाक्यं विग्रहवाक्यं पुनः वदतु. व्याकुलताम् आपन्नः ताम् पुनः ताम् किमर्थं वदति अत्र अत्र अत्र अत्र किम् अस्ति अत्र पुस्तके किं पदं व्याकुलता आपन्नः सा इति वा न व्याकुलता आपन्नः इति अत्र अन्ते पुल्लिङ्गे अस्ति खलु सः व्याकुलता आपन्नः व्याकुलता आपन्नः कः सः तर्हि पुल्लिङ्गे एव अस्ति अन्ते अन्ततो गत्वा पदं पुल्लिङ्गे अस्ति तर्हि व्याकुलता आपन्नः एव व्याकुलताम् आपन्नः तावदेव तावदेव सः सा इति न आगच्छति. अस्तु अत्र पुल्लिङ्गे एव अस्ति पुल्लिङ्गे एव अस्ति अतः अत्र अन्यविभक्तेः आवश्यकता नास्ति. अस्तु भगिनि अत्र इत्युक्ते अर्थः सः व्याकुलताम् अथवा तस्मै व्याकुलता लभते इति अर्थः वा तस्मिन् अर्थे एव अस्ति तस्मिन् पुरुषे व्याकुलता अस्ति इत्यस्मिन् अर्थे अस्ति परन्तु अत्र सप्तमी तत्पुरुषसमासः न भवति यतोहि सूत्रं वदति अत्र यत्र उत्तरपदे आपन्नः इति शब्दः अस्ति तत्र द्वितीय तत्पुरुषः एव भवति इति. हा अवगतं किन्तु सूत्र अहं चिन्तितवती व्याकुलतया आपन्नः इति अर्थः सम्यक् भवति इति किन्तु तथा नास्ति सूत्रं पश्यामः चेत् सम्यक् भगिनि अत्र यतोहि भवती किं वदति चेत् आपन्नः इति पदं तान्तरूपम् अस्ति अतः अत्र यत्र उत्तरपदे तान्तरूपम् अस्ति तत्र सामान्यतया तृतीया तत्पुरुषसमासः भवति अतः व्याकुलतया आपन्नः इति समीचीनं भवति वाक्यं सत्यं तथापि समीचीनं भवति वाक्यं व्याकुलतया यतोहि तान्तरूपम् अस्ति अतः व्याकुलतया आपन्नः इति सामान्यतया वयं चिन्तयामः यतोहि तान्तरूपं परन्तु अत्र विशिष्टसूत्रेण तत्र आपन्नः इति उत्तरपदे अस्ति इति कृत्वा अत्र द्वितीयतत्पुरुषसमासः समीचीनं भगिनि. अस्तु धन्यवादः. अग्रे उदाहरणमपि अस्ति खलु भगिनि तत्र संशयम् आपन्नः संशय आपन्नः संशयापन्नः. अस्तु अग्रे पद्माभगिनी वदतु. आं भगिनि गुहा निर्गतः गुहायां निर्गतः न गुहायां निर्गतः कथं गुहा निर्गतः इत्यस्य अर्थः कः अर्थं दृष्ट्वा एव समस्तपदं वक्तव्यं तर्हि अत्र गुहा निर्गतः इत्यस्य अर्थः गुहा अहं चिन्तयामि रहस्यं गुहा इति रहस्यं नास्ति खलु गुह्यम् इति रहस्यं भगिनि गुहा केव् गुहा गुहा इति तस्य लिङ्गं किम् अत्र एकक्षणं भगिनि लीना भगिनी अत्र पृष्ठसङ्ख्या अस्ति 1-4 गीताप्रवेशपुस्तके पृष्ठसङ्ख्या अस्ति 1-4 हा वदतु भगिनि पद्मा भगिनी गुहा इत्यस्य लिङ्गं किं गुहा पुरुष पुरुषलिङ्गं किं स्त्रीलिङ्ग स्त्रीलिङ्ग गुहा इति आकारान्तपदमस्ति खलु भगिनि स्त्रीलिङ्गे अस्ति गुहां निर्गतः अत्र विभागः अस्ति खलु कुतश्चित् सः निर्गतः तर्हि कुतः निर्गतः यत्र विभागः अस्ति इदानीम् अत्र अहं वदामि अत्र वृक्षात् फलं पतति इति वदामि एवमेव अत्र विभागः अस्ति खलु तर्हि यत्र विभागः अस्ति तत्र की विभक्तिः का अत्र शुकोनमहोदय सहायं करोतु हा तत्र पञ्चमी विभक्तिः भवति तत्र अपादाने पञ्चमी इत्यनेन अतः गुहायाः निर्गतः इति भगिनी अवगच्छति वा पद्मा भगिनी आं भगिनी अग्रिमं वदतु गिरिशिखरं गिर्याः शिखरं षष्ठमी तत्पुरुष नदी इति पदस्य षष्ठीविभक्तिः का नद्याः तर्हि गिरि इत्यस्य गिर्याः तत्र नद्याः इति समीचीनम् अत्र गिरि इति शब्दस्य अत्र रत्नाभगिनी वदतु षष्ठीविभक्तिः हा गिरेः इति भवति यथा मुनेः अत्र गिरिः इति वस्तुतः स्त्रीलिङ्गे नास्ति इति मन्ये गिरिः इति पदं हा पुल्लिङ्गे पुल्लिङ्गे अस्ति गिरिः इति पदं पुल्लिङ्गे अस्ति न तु नदीः नदी शब्दवत् नास्ति मुनि शब्दवत् इकारान्त वा ईकारान्त वा भगिनि इकारान्त नदी नदी नास्ति मम दोषः नदी नास्ति अत्र मुनिः इव ह्रस्व इकारः किल ह्रस्व इकारः एव पुल्लिङ्गे ह्रस्व इकारान्तशब्दः मुनि इव अतः शब्दवत् मुनेः नदी शब्दवत् नास्ति नदी दीर्घ इकारान्तशब्दः हरिः हरे हा हा हा सत्यं सत्यं हा गिरेः शिखरः गिरेः शिखरं शिखरं शिखरः इति अत्र पुल्लिङ्गे अस्ति वा शिखरः आं शिखरः पुल्लिङ्गशब्दं शिखरः पुल्लिङ्गशब्दः अस्ति तर्हि पुनः वाक्यं वदतु विग्रहवाक्यं गिरेः शिखरं शिखरम् इति वस्तुतः नपुंसकलिङ्गे एव अस्ति अतः गिरेः शिखरं समीचीनमस्ति गिरेः शिखरं गिरेः शिखरं षष्ठी तत्पुरुषसमासः हा परन्तु अत्र अत्र अस्मिन् वाक्ये अत्र विभक्तिः का गिरिशिखरं गिरेः शिखरं शिखर हा द्वितीयविभक्तिः द्वितीयविभक्त्याम् अस्ति खलु सः किञ्चन उन्नतं शिखरं तर्हि इदानीं पुनः विग्रहवाक्यं वदतु गिरेः शिखरम् उन्नतं गिरेः शिखरं ताम् अत्र विजया भगिनी सहायं करोतु गिरेः शिखरम् एव भगिनि अत्र मेहुल् महोदय वदतु गिरिशिखरं गिरेः गिरेः शिखरं तम् इति वदनीयं वा गिरेः षष्ट्यन्तं हा अत्र अत्र अत्र सम्पूर्णपदस्य लिङ्गं किम् लिङ्गं नपुंसकलिङ्गं विभक्ति द्वितीया तर्हि अत्र विग्रहवाक्यं कथं भवति गिरेहे शिखरं तम् इति वक्तव्यं वा तम् इति भवति वा तम् इति यत्र यत्र यत्र अस्माकं शिक्षा का इति चेत् यत्र यत्र सर्वनामशब्दः अस्ति सर्वनामशब्दः सर्वदा विशेषणमस्ति खलु विशेषस्य यत् लिङ्गं वचनं विभक्तिः तदनुसृत्य एव सर्वनामशब्दस्य भवति लिङ्गं वचनं विभक्तिः तर्हि अत्र तम् इति उक्तवती तम् इति तत्र तम् इति तस्य लिङ्गं किं नपुंसकलिङ्गं द्वितीया तम् इति गिरेः शिखरं तत् तत् समीचीनं सम्यक् अस्तु अत्र अन्यत् किमपि अस्ति वा अत्र भगिनि पद्मा भगिनि छायावृक्षैः छाया आवृतवृक्षैः ताः छायावृक्षैः समस्त अत्र कीदृशसमासः मध्यपदलोप समासम् हा सत्यं मध्यमपदलोपि कर्मधारयः अत्र अत्र अस्माकं पुस्तके तु छाया बहुलाः वृक्षाः इति दत्तमस्ति बहुलाः अथवा छायाप्रधानाः वृक्षाः छायावृक्षः इति अस्तु अत्र इतोपि तत्र निष्कम्पम् इति पदमपि अस्ति खलु निष्कम्पं नैतत्पुरुषसमासः नैतत्पुरुषसमासः तस्य लक्षणं किम् अत्र सरला भगिनी वदतु नैतत्पुरुषसमासः तस्य लक्षणम् अस्ति यत्र पूर्वमागच्छति यथा धर्म अस्ति अधर्म न धर्म तत् भवति नैतत्पुरुषसमासः यदि तस्य अनन्तरम् अजादि प्रत्यय अस्ति यथा अन्नम् आगच्छति तत् अन्न योजयामः भवति नैतत्पुरुषसमासः अत्र किमस्ति भगिनि निष्कम्पम् निष्कम्पम् अत्र वयं गतवर्गे उक्तवन्तः निष्कम्पम् अत्र क्रियाविशेष क्रियाः विशेषणमस्ति निष् अत्र उपसर्ग अस्ति कम्पम् इति शब्द कम्पते इति तस्य कम्पम् इति आगच्छति कम्प धातु छोटसर्गपूर्व धातु उपपदसमासः इति यदि भवति तत्र निष्कम्पम् इत्यस्य अर्थः कः निष्कम्पं यत् कम्पन विना इति भवति भवदनं विना इति अव्ययी समासः भवति निष्कम्पं अव्ययीभावसमासः अस्ति कम्पनं विना कम्पनं विना चलनं विना अस्तु समीचीनं तर्हि अग्रे भवती एव अग्रे करोतु अग्रे परिच्छेदे वा अग्रिमपरिच्छेदे समस्तपदानि का अस्ति सुचिरं तत् अस्ति सुचिरं तत् भवत् तत् तदपि निश्वसति तस्य क्रियापदं भवति अत्र क्रियाविशेषणमस्ति सुचिरं तदनन्तरम् आघटितम् इति उपपदसमासः भवति आ उपसर्गपूर्वघटितम् इति घट धातु तस्य तान्तरूपम् अस्ति आघटितं तत् उपपदसमासः किमर्थम् उपपदसमासः इति वदति कारण कि आ उपसर्गपूर्व यत्र उपसर्गपूर्वमस्ति चेत् प्रादिसमासः खलु प्रादिसमासः अस्तु अनन्तरम् अनुकरणम् इति अपि प्रातिसमासं भवति अनु उपसर्गपूर्वकरणम् इति लुटन्त पदमस्ति सो तदपि प्रातिसमासं भवति नवोत्साह मन्दं मन्दम् इति अव्ययम् अस्ति तत् वयम् उक्तवन्तः अव्ययपदमस्ति मन्दमन्दं नवो उत्साह सञ्चरति तत्र नव उत्साह इति भगिनी अनुकरणमिति कः समासः अन्य प्रातिसमासः नवोत्साह विशेषणपूर्वपदकर्मधारे समासः भवति नव इति अनुकरणम् इति अव्ययीभावसमासः नास्ति वा अव्ययीभावसमासः वाक्यं वदतु अनुरूपं रूपस्य योग्यं करणं हा सम्यक् बहु सम्यक् भगिनि तथैव अनु इति उपसर्गः अस्ति चेत् रूपस्य योग्यमिति भवति खलु करणस्य योग्यमिति भवितुम् अर्हति अत्र सत्यं समीचीनं सम्यक् अव्ययीभावसमासः भवितुम् अर्हति वयं एतावता न पठितवन्तः अग्रे पठिष्यामः अतः चिन्ता नास्ति अग्रे अनन्तरम् अन्यत् किमपि अस्ति वा भगिनि आविष्कारः पुनः आगच्छति अत्र आदिमशब्दस्य इति अपि समासः भवति आदिमशब्दस्य तत्र शब्दस्य पुनः आदिम इति तस्य विशेषणं भवति कुत्र वदति भवती आदिमशब्दः कुत्र आविष्कारः आदिमशब्दस्य एवं भवति आविष्कारः चित्रस्य दक्षिणभागे आदिमशब्दस्य आदिमशब्दस्य आविष्कारः इति समस्तपदमस्ति आदिमशब्दस्य तदपि समस्तपदं सत्यं यतोहि विभक्ति नवोत्साहः अपि सामासिकशब्दः वा विशेषणपूर्वपदकर्मधारः दर्शनार्थमपि अस्ति भगिनी अत्र आदिमशब्दस्य ओङ्कारस्य तत्तु आदिमशब्दस्य अत्र षष्टिः नास्ति न आदिमस्य शब्दस्य न भगिनी वदतु विग्रहवाक्यं वदतु आदिमशब्दः इति अत्र कीदृशसम्बन्धः अस्ति आदिम अपि शब्दः आदिमशब्दः आदिमात् शब्दः न सरला भगिनी वदतु आदिमशब्दस्य आदिमशब्दस्य इति विशेषणपूर्वपदं भवति आदिमशब्दस्य विशेषणपूर्वपदसमासः भवति सत्यम् अस्तु दर्शनार्थमपि चतुर्थ चतुर्थसमासः भवति तस्य विग्रहवाक्यं भवति दर्शनाय इदम् इति दर्शनाय इदं सत्यम् अनन्तरम् अग्रिमपरिचये किमपि अस्ति वा अदर्शनेन इति पुनः नैतत्पुरुषसमासदर्शनेन इति भवति निमील्याकुलता अपि वि उपसर्गपूर्व आकुलता इति आगच्छति तदपि प्रातिसमासः भवति उपसर्गपूर्व निमील्य इति ल्यबन्तपदमस्ति तत्रापि समासः अस्ति उपसर्गपूर्वसमासः नि इत्यस्य अर्थः किं निमील्य इत्यत्र नि इत्यस्य अर्थः पश्यतु कोशे पश्यतु आं पश्यामि अस्तु तत्र अनुकरणं पूर्वम् अजानन् इति पदम् अस्ति खलु न जानन् सत्यं कीदृशपदमस्ति अजानन् लुडन्तपदमस्ति तत् अजानन् लुडन्तपदमस्ति वा अजानन् न जानन् इति अस्तु तर्हि लीना भगिनी भवत्येव अग्रे करोतु नेत्रोन्मीलने पठित्वा परिच्छेदं पठित्वा तदनन्तरं समस्तपदानि सः मानवः तां शक्तिं प्रार्थयते तत्रतः पठनीयं वा न तत्सर्वम् अभवत् तदनन्तरं नेत्रोन्मीलने सति ओके नेत्रोन्मीलने सति गोचरी भवति एकः सूर्यकिरणः अयं तु अग्रे पठामि वा एकमेव न पठतु अग्रे पठतु आम् अयं तु शुभ्रः प्रकाशः कुत्र वर्तते अस्य मूलं दिव्याद्भूता सा शक्तिः इति सः गाढं विचारयति अग्रे पठामि वा पुनः न तावद् वदतु तावद् नेत्रोन्मीलने नेत्रयोः उन्मीलने उन्मीलने इत्यत्र अपि समासः अस्ति उद् तथा च मेलने प्रादितत्पुरुष नेत्रयोः उन्मीलने एतत्तु षष्ठीतत्पुरुषसमासः गोचरी भवति इति अपि एकसमासस्य प्रकारः अस्ति वा सत्यं कीदृशसमासः अतद्भावे च्वी च्वी समास च्वी प्रत्ययः अस्ति तत्र कीदृशसमासः अस्ति समासस्य नाम न जानामि अहं पर च्वी प्रत्ययः अस्ति इति एव जानामि गतिसमासः अस्ति खलु गतिसमासः विग्रहवाक्यं कथं भवति न जाने अस्तु अत्र राजी भगिनी वदतु गोचरे अगोचरे च किं पुनः वदतु गोचरे अगोचरे भवति इति अहं चिन्तयामि गोचरे अगोचरे इति गोचरे अगोचरे इति हा न अत्र शुक्लीकृत्य इति पदं स्वीकृत्य समस्तपदं स्वीकृत्य गोचरम् अगोचरं कृत्वा यद् यद् नास्ति तद् इदानीं भवति गोचरं कृत्वा अगोचरं गोचरं कृत्वा अत्र यत्र समस्तपदे केवलम् उत्तरपदे अत्र शुक्लीकृत्य इति कृत्य इति लेबन्तपदमेव भवति इति तादृशनियमः नास्ति कुत्रचित् अत्र भूधातुः अपि भवति कृधातुः अथवा भूधातुः यत्र भवति तत्र गतिसमासः तत्र अगोचरं गोचर भूत्वा इति वा अत्र हा भूत्वा इति अपि वक्तुं शक्यते अथवा कृत्वा इति वक्तुं शक्यते विग्रहवाक्यं अत्र भिन्नरीत्या अपि वक्तुं शक्यते गोचरी अगोचरं गोचरं कृत्वा अथवा अगोचरं गोचरं भूत्वा इति अपि भगिनी भगिनी लक्ष्मी भगिनी वद गोचरी अपि गो कथं दृश्यते तत् एव गोचरः किं go at the distance when where you can see the go i mean cow दस् गोचर दस् दस् गोचर शब्दस्य अर्थं गो योगः चर इति अस्ति. हा, गोचर इत्यस्य अर्थः इत्युक्ते दर्शनस्य सीमा, दर्शनस्य क्षेत्रम् इति दर्शनं कति दूरं कति दूरं वयं वयं द्रष्टुं शक्नुमः तत् गोचरी भवति इति सा सत्यं वर्गे उक्तवती. सत्यं सत्यम् अर्थः सः समीचीनम्. अत्र अत्र लीना भगिनी समापयतु अत्र अस्य परिचयः. सूर्यकिरणः, सूर्यकिरणः, सूर्यस्य किरणः कुत्र वर्तते, मूलं दिव्याद्भुता, दिव्यः च, दिव्या च अद्भुता च इति वा, दिव्याद्भुता, उभयविशेषणपद कर्मधारे समास अस्ति इति मन्ये. सत्यं सत्यम् इति सम्यक् इति हि सः गाढं विचारयति. अधुना किं करणीयं, स्पष्टं करणीयं वा? हा, अर्थः अर्थः कः? यदा सः नेत्रयोः उद्घाटनं करोति, अहं न जाने सः अस्ति वा सा अस्ति वा, किन्तु एवमेव यदा सः नेत्रयोः उद्घाटनं करोति तदा एकः सूर्यकिरणः सः पश्यति, गोचरी भवति नाम सः पश्यति, तस्य दृश्यपटले आगच्छति इति. अयं तु शुभ्रप्रकाशः नाम एषः प्रकाशः अतीव श्वेतः अस्ति इति शुभ्रप्रकाशः. कुत्र वर्तते अस्य मूलं दिव्याद्भुता सा शक्तिः? सः चिन्तयति कथम् अस्य दिव्या नाम डिवैन्, ऐ मीन् संस्कृते कथं वक्तव्यं, दिव्य नाम देवता इव, तथा च अद्भुता नाम न पूर्वं पश्या दृष्टं दृष्टा एवं सा शक्ति अस्ति, तस्य प्रकाशः अस्ति इति सः चिन्तयति. इति सः गाढं विचारयति नाम गाढं नाम गभीरं चिन्तयति, गाढं विचारयति नाम गभीरं चिन्तयति इति मन्ये. हा, अत्र दिव्या अद्भुता इति विशेषण उभयपदम् इति उक्तं, तत् समीचीनमस्ति. परन्तु अत्र अस्मिन् वाक्ये दिव्या अद्भुता अत्र कस्य पदस्य प्राधान्यम् अस्ति? दिव्या अद्भुता अस्ति इति वक्तुं शक्यते वा? अत्र कस्य कस्य विशेषणमस्ति? तर्हि अत्र कस्य अत्र कस्य प्राधान्यं, कस्य पदस्य प्राधान्यम्? अद्भुता इति पदस्य न, दिव्या अस्ति अतः, दिव्या अस्ति अतः अद्भुता अस्ति. कस्य पदस्य प्राधान्यमस्ति? विशेषण उभयपदमिति उक्तवती, कस्य पदस्य प्राधान्यम् अस्ति अत्र? दिव्या अद्भुता शक्तिः इति अस्ति, तर्हि कस्य पदस्य प्राधान्यम्? अन्यपद न अन्यपद. तर्हि अत्र किं भवति? बहुव्रीहि, बहुव्रीहि समासः. विग्रहवाक्यं दिव्या च अद्भुता च यस्य यस्याः सा. न, अत्र दिव्या इति पदस्य लिङ्गं किम्? स्त्रीलिङ्गं कर्तव्यं वा? दिव्या, हा, अत्र स्त्रीलिङ्गे अस्ति. हा, अत्र तर्हि पुनः विग्रहवाक्यं वदतु. दिव्या च अद्भुता च यस्याः सा. न, यस्याः सा इति यस्याः सा शक्तिः, हा, इति तथा चिन्तयितुं शक्नुमः, अथवा यस्यां, यस्यां. भगिनि, दिव्या च अद्भुता च इति द्वन्द्वसमासः अपि वक्तुं शक्नुमः किल? न, परन्तु द्वन्द्वसमास द्वयोः पदयोः प्राधान्यम् अस्ति इति कृत्वा वा? हा, दिव्या अपि प्राधान्ये अस्ति, अद्भुता अपि प्राधान्ये अस्ति, शक्तेः तर्हि पदद्वयम् अस्ति, तर्हि तत्र समस्तपदस्य वचनं किं भवति? दिव्याद्भुते भवति, भवतु अर्हति यदि द्वन्द्वः अस्ति चेत्। पश्यति वा भगिनि, अत्र द्विवचने नास्ति खलु, पदद्वयम् अस्ति, द्विवचने नास्ति, अस्तः द्वन्द्व इति न वक्तुं शक्यते। अतः बहुव्रीहि वा? बहुव्रीहि समासः च अद्भुता च यस्य सः इति वा? दिव्या च अद्भुता च यस्यां सा, यस्यां सा भगिनि भगिनि अथवा दिव्या च सा अद्भुता या इति प्रायः भवेत्, यस्याः इति कथं या सा सक्तिः इति? या इति यत्र बहुव्रीहि समासः अस्ति तत्र या इति या सा इति वदति वा? हा, या सा शक्तिः इति न, अत्र या सा न, अत्र तत्र दिव्या किम् इति का इति चेत् शक्तिः एव दिव्या अस्ति, शक्त्यां तत्र दिव्यत्वं वा तादृशं नास्ति, तत्र शक्तिरेव दिव्या इत्यतः दिव्या च सा अद्भुता या सा शक्तिः इति भवति, या इत्येव प्रायः भवेत्। यस्याः यत्र एकक्षणं महोदय, बहुव्रीहि समासे अत्र प्रथमाविभक्तौ कदाचिदपि न भवति, तादृशसमस्तपदं न भवति, सामान्यतया तत्र यत्र सर्वनामशब्दः अस्ति तत्र सामान्यतया द्वितीयविभक्तौ आरभ्य भवति, या सा इति तादृशसमस्तपदं विग्रहवाक्यं नास्ति। कुत्रचिदपि पश्यति चेत् अत्र सर्वनामशब्दः सर्वदा द्वितीयविभक्तौ आरभ्य सप्तमीपर्यन्तं भवति, प्रथमाविभक्तौ कदाचिदपि न भवति। किमर्थम् इत्युक्ते यस्याः इति वदामश्चेत् तत्र अर्थः न सङ्गच्छते इति मम, यस्याः इति न वदामः चेत् तत्र यस्याम् इति योग्यम् इति, यस्यां शक्त्याम् अद्भुता अस्ति अपि च दिव्यमपि अस्ति, अद्भुतमपि अस्ति, अथवा दिव्यत्वम् अद्भुतत्वम् अपि अस्ति सा शक्ति इति तत्र यदि सप्तमी वदति चेत् तत्र दिव्यत्वम् अद्भुतत्वम् इति वक्तव्यम्। अर्थगमनार्थं सप्तमी त्वम् इति पदम् अहम् अत्र दिव्यम् अद्भुतं यस्यां सा, दिव्यम् अद्भुतं यस्यां सा, अथवा दिव्यत्वम् अद्भुतत्वं यस्यां सा। हा, तत्र दिव्यत्वम् इति भिन्नपदमस्ति किल, दिव्यत्वम् इत्यस्य इति पदस्य तत्र दिव्या इति समस्तपदे तत्र प्रातिपदिकं दिव्यत्वम् इत्यस्य प्रातिपदिकं किम्? हा, दिव्यत्वम् इति न भवति, अतः एव अत्र दिव्यम् अद्भुतं यस्यां सा, इत्युक्ते दिव्यम् इति किमपि गुणः इव शक्त्यां भवेत् इति भवति, किन्तु दिव्यम् इति गुणः नास्ति किल तत्र साक्षात्। अस्तु, चिन्तयामः, चिन्तयतु, अत्र अत्र अत्र बहुव्रीहिसमासः एव भवति, परन्तु या सा इति न भवति, किमर्थं चेत् तादृश बहुव्रीहिसमासः न भवति, प्रथमाविभक्तो न भवति, विशेषणविशेषे तत्र भवत्येव किल, विशेषणमस्ति चेत्। हा, विशेषणम् अत्र नियमः अस्ति महोदय, यत्र प्रथमाविभक्तौ तादृशसमस्तपदमेव न भवति, सर्वदा सर्वनामशब्दः द्वितीयविभक्तेः आरभ्य सप्तमीपर्यन्तं प्रथमायां भवति चेत् कर्मधारः भवति, प्रथमायां भवति चेत् कर्मधारसमासः भवति, तर्हि यथा भगिनी उक्तवती तत्र विशेषण उभयपदकर्मधारः इति वक्तुं शक्यते, परन्तु अत्र अन्यपदस्य प्राधान्यमपि अस्ति खलु? सत्यम्, अन्यपदस्य प्राधान्यम् एव अस्ति, अतः यतः तत्र प्रथमा भवितुम् अर्हति इति अहं चिन्तयित्वा तत्र या इति उक्तवान्, तथा विग्रहवाक्यं न सङ्गच्छते, अतः चिन्तयामः, पश्यामः। अस्तु, अतः विग्रहवाक्यम् इदानीं दिव्या च अद्भुता च यस्यां ताम् इति वा? अहम् अत्र किं चिन्तयामि चेत् दिव्यम् अद्भुतं यस्यां सा इति चिन्तितवती, परन्तु तत् समीचीनं नास्ति चेत् इतोपि चिन्तनीयम् अत्र कथं भवति इति. भगिनि तत्र दीर्घताशङ्का एतत् सर्वं दीर्घताशङ्का दिव्या अद्भुत इति आगच्छति वा? किं पुनः वदतु, न श्रूयते. निर्गता शङ्का, निर्गता शङ्का यस्मिन् कुत्र अस्ति निर्गता शङ्का रूपेण, कुत्र अस्ति निर्गता शङ्का? अहम् उदाहरणरूपेण वदामि. निर्गता शङ्का इति आकारं च स्त्रीलिङ्गमिति अहं मन्ये, तावदेव तत्र दिव्या अद्भुता इति आगन्तुं शक्नोति वा? तत्र निर्गता निर्गता निर्गता शङ्का, तत्र सम्बन्धः अस्ति खलु निर्गता शङ्का. हा, तत्र निर्गता शङ्का यस्याः सा इति वक्तुं तत्र शङ्का कुत्र वर्तते? तत्र निर्गता शङ्का यस्याम् इति आगन्तुं शक्नोति वा इति मम प्रश्नः. यस्याः सा इति भवति, यस्याः इति, यस्याम् इति न भवति. शङ्का यस्यां शङ्का निर्गता अस्ति इति, किन्तु अत्र अद्भुता इति अस्ति. दिव्या अद्भुता यस्याम् इति आगच्छति वा तत्र भगिनि? न, अत्र निर्गता निर्गता शङ्का इति, निर्गता शङ्का इति, तत्र निर्गता शङ्का यस्मात् इति भवति, यस्मात् सः अथवा यस्यां सा. तत्र उदाहरणरूपेण निर्गता यस्याः सा भगिनि, तत्र यस्याम् इति न भवति किल, यस्याः, न, यस्मात्, यस्मात् पञ्चमी, यस्मात् यस्मात् अथवा यस्याः इति पञ्चमी खलु? हा, पञ्चमी एव मया उक्तं, तत्र यस्याः इति षष्ठी नास्ति, पञ्चमी उक्तं. पञ्चमी, हा, सत्यं, पञ्चमी अस्ति. तर्हि भवत्याः प्रश्नः कः? उदाहरणम् एतत् सम्यक् अस्ति वा दोषः अस्ति वा इति मम प्रश्नः. हा, तदुदाहरणं समीचीनमेव, निर्गता शङ्का इति तत् सम्यक् एव. अत्र कः सम्बन्धः? दिव्या अद्भुता इति तत्र आगच्छति खलु आकारन्त आकारन्त इति, अतः एतत् तत्र तथा न चिन्तयितुं शक्नुमः भगिनि. अत्र अर्थः कः इति दृष्ट्वा, अत्र अर्थः कः इति दृष्ट्वा खलु भगिनि. निर्गता शङ्का विशेषणपूर्वपदकर्मधारे अपि भवितुम् अर्हति खलु? कथं? शङ्का इदानीम् आगता, न निर्गता अस्ति, तथाविध शङ्कायाः विशेषणम् इति स्वीकुर्मः चेत्, यदि शङ्का इत्यस्मिन् विषये वयं वक्तुम् इच्छामः चेत् तथा निर्गता शङ्का. हा, परन्तु इदानीम् अत्र शङ्का इत्यस्मिन् विषये नास्ति, परन्तु अन्यपदस्य विषये चिन्तयामः चेत्, इत्युक्ते कस्यचित् पुरुषस्य विषये चिन्तयामः चेत् तथा तत्र निर्गता शङ्का यस्मात् सः इति. हा, निर्गतशङ्कः अथवा निर्गताशङ्का तथा तथा. हा, अस्तु अस्तु, तर्हि अग्रे क्षम्यताम्, इतोपि एकः प्रश्नः अस्ति. यदि अहं वक्तुमिच्छामि एका सुन्दरी अस्ति, सा उन्नता अपि अस्ति, तदा उन्नतसुन्दरी इति वक्तुं शक्नुमः खलु? तथा एव दिव्याद्भुता अपि स्वीकर्तुं शक्नुमः खलु? अद्भुता अस्ति, सा दिव्या अपि अस्ति. यथा उन्नतसुन्दरी तथा दिव्या अद्भुता अपि कर्मधारयाः. सुन्दरी इति कस्यचित् महिलायाः विशेषणं, सुन्दरी इति, हा, सत्यं सत्यं, किन्तु तदेव स्वीकर्तुं शक्नुमः इति मम प्रश्नः. उन्नता अस्ति, सा सुन्दरी इति वक्तुम् इच्छामि चेत् उन्नतसुन्दरी राज्ञी एवं वा? न, राज्ञी इति त्यजतु, पूर्वमेव वयं जानीमः सा का इति, केवलम् उन्नतसुन्दरी इति वक्तुं शक्नोमि वा? उन्नतसुन्दरी इति उभयपद, अत्र विशेषण उभयपदमस्ति खलु, उन्नता अपि अस्ति, सुन्दरी अपि अस्ति. हा, विशेषण उभयपदमस्ति तत्र, अत्रापि विशेषण उभयपदम् एव अस्ति, परन्तु अत्र अत्रापि अन्यपदस्य प्राधान्यम् अस्ति खलु. इदानीम् अत्र अत्र उन्नता सुन्दरी इति तावदेव वदति, परन्तु इदानीम् अत्र पश्यति चेत् दिव्या अद्भुता शक्तिः, अतः अत्र अन्यपदस्य प्राधान्यम्। यद्यपि विशेषण उभयपदम् अत्र दृश्यते, तथापि तत्र अन्यपदस्य प्राधान्यम् अस्ति खलु? हा अस्ति, किन्तु केवलं पदद्वयमेव स्वीकुर्मः चेत् अन्यपदम् अस्तु, केवलं पदद्वयमेव स्वीकुर्मः चेत् अत्र विशेषण उभयपदम् इति भवति। हा तदेव मम प्रश्नः। भगिनि विशेषण उभयपदसमासः प्रायः बहुव्रीहिसमासः भवति वा? न न, विशेषण उभयपदं वा इत्युक्ते विशेषणद्वयम् अस्ति, तत्र विशेष्यं विशेष्यमपि अस्ति। यथा अत्र कृतम् अकृतम् इति वदामः चेत् कृताकृतम् इति समस्तपदं, तत्र विशेषण विशेषण उभयपदकर्मधारयः अस्ति, कृताकृतम् अथवा भुक्तम् अभुक्तं भुक्ताभुक्तम् इति विशेषण उभयपदमस्ति। परन्तु अत्र अस्मिन् वाक्ये दिव्या अद्भुता शक्तिः, शक्तेः विषयः अस्ति खलु, अतः अत्र विशेषण उभयपदम् इति न वक्तुं शक्यते, अत्र बहुव्रीहिः एव। तर्हि अग्रे शुकवन महोदय अग्रे पठति वा? कृतया उभयपदविशेषणपदस्य उदाहरणरूपेण धीरोदात्तः इति पदं, धीरः च असौ उदात्तः एवं तस्य विग्रहम् अस्ति इति मन्ये। उभयपदस्य खलु? आम्, उभयपदविशेषणं यदा अस्ति, धीरः च असौ उदात्तः एवं तस्य विग्रहं क्रियते। सत्यं सत्यम्, अथवा धीरः च उदात्तः च, उदात्तः च। अस्तु महोदय। हा किन्तु भगिनी, तस्मात् पूर्वं यत्र उभयपदविशेषणसमासः भवति तत्र विशेष्यनिश्चयेन भवेत् किल, नो चेत् तत्र कथं वा एवमेव विशेषणमेव भवति वाक्ये? न न, विशेषण विशेषणं भवति, विशेष्यं भवति एव, विशेष्यं भवति, विशेष्यं भवति चेत् सर्वदा तत् बहुव्रीहिः एव भवति। न न न, विशेष्यं भवति चेत् सर्वदा बहुव्रीहिः भवति एव इति नास्ति महोदय। तत्र उदाहरणं यद्भवत्या उक्तं, तत्र कृताकृतं कृताकृतप्रसङ्गः इति भवति, तत्र प्रसङ्गः इति त्यजामश्चेत् कृताकृतम् इत्यनेन किं कः अर्थः लभ्यते? कृताकृतम् इति प्रसङ्गस्य एव विशेषणमस्ति। सत्यम्, अतः कृताकृतप्रसङ्गः इति वदति चेत् तत्र कृताकृतम् इति विशेषण उभयपदसमासः अस्ति, इदानीं तत् बहुव्रीहिसमासः एव भवितुमर्हति। कस्मिन् इति तत्र कस्मिन् विषये कृताकृतम् इति चेत् तत्र प्रसङ्गविषये इति तत्र, अतः यत्र यत्र उभय विशेषण उभयपदसमासः अस्ति तत्र सर्वत्र बहुव्रीहिः एव भवेत् किल, नो चेत् केवलं बहुव्रीहिः एव भवति चेत् तत्र किमर्थं पृथक्तया विषये विशेषण उभयपदसमासस्य विषये उक्तं? तस्य आवश्यकता एव नास्ति खलु? तत्र कस्मिन् कस्यां श्रेण्याम् उक्तं, तत्र तत्पुरुषसमासे उक्तं वा नो चेत् बहुव्रीहि? तत्पुरुषसमासे एव उक्तं, यदि सर्वदा बहुव्रीहि एव भवति चेत् तत्र पृथक्तया वदनस्य आवश्यकता नास्ति खलु? तत्रैव एतद् उदाहरणं दत्तं वा कृताकृतम् इति? हा सत्यं, विशेषण उभयपदम् इत्यस्मिन् वयं तु अत्र अस्माकं वर्गे न पठितवन्तः, अतः अग्रे अग्रे चिन्तयामः तस्मिन् विषये, इदानीम् अग्रे सरेम, भवानेव पठतु अग्रे। हा हा, पुनश्च कश्चित् शब्दः श्रूयते, व्याकुलः सः पुनः पुनः नेत्रे निमीलयति उन्मीलयति च, अधुना कृष्णमेघतले दृश्यते सप्तवर्णसुन्दरः इन्द्रचापः, स एव किरणः सम्प्रति सप्तभिः वर्णैः विराजते, एकः आसम् अधुना बहुः सम्भूतः इति वदन् इव अदृश्यत सः नयनानन्दकरः सूर्यकिरणः इन्द्रचापवेषः। ओ, अत्र अस्मिन् परिच्छेदे बहु किमपि अस्ति। अस्तु, पुनः पुनश्च कश्चित् शब्दः श्रूयते, अस्मिन् वाक्ये किमपि समस्तपदं नास्ति, व्याकुलः सः पुनः पुनः नेत्रे निमीलयति उन्मीलयति च. अत्र प्रातिसमासः अस्ति, अस्माभिः पूर्वमेव दृष्टम्, अतः न किमपि न वदामि. निमीलयति उन्मीलयति इत्यत्र अधुना न न तत्र समासः नास्ति महोदय. सत्यं सत्यं, यत्र क्रियापदं भवति तत्र प्रातिसमासः इति न वदामः. न, किन्तु व्याकुलः इति उपसर्गः भवति चेदपि, उपसर्गः भवति चेदपि नास्ति. अस्तु, व्याकुलः अपि पूर्वमेव उक्तं किल तत्र व्याकुलता इति, अतः अस्तु. अधुना कृष्णमेघतले इति समस्तपदमस्ति. अधुना तत्र सतिसप्तमी वा नेत्रे निमीलयति उन्मीलयति, सतिसप्तमी खलु तत्र नेत्रे निमीलयति? न न, तत्र केवलं लकारः, लट्लकारः प्रथमाव्यक्ति एकवचनं, न प्रथमपुरुषे एकवचनं. निमीलयति उन्मीलयति, नेत्रोन्मीलने सति इति तत्र नेत्रयोः उन्मीलनं, तस्मिन् उन्मीलनं तस्मिन् इति यदि यदि अत्र अत्र निमीलयत् इति प्रातिपदिकम् अस्ति चेत् तत्र सप्तमी विभक्तिः निमीलयति इति सुबन्तपदमपि भवितुमर्हति. अत्र व्याकुलः सः पुनः पुनः नेत्रे निमीलयति उन्मीलयति निमीलयति, परन्तु अत्र तु सतिसप्तमी नास्ति भगिनि. निमीलयति इति तत्र अत्र क्रियापदमेव अस्ति, सः इति कर्ता अस्ति प्रथमपुरुषे, अत्र क्रियापदमेव, अत्र क्रियापदमेव एव, अत्र कृदन्तपद अस्ति. उन्मीलन, उन्मीलन, नेत्रोन्मीलन, न अत्र निमीलयति इति पदमस्ति खलु भगिनि. नेत्रोन्मीलने हा तत्र अस्ति समस्तपदम्, अत्र अत्र भिन्नं अत्र नास्ति. हा महोदय अग्रे. अपि च यत्र निमीलयति उन्मीलयति इति तत्र सप्तमी भवति, तत्र यदा तदा इति अनन्तरं यत्किमपि वक्तव्यमस्ति. सत्यं सत्यं, तद् तद् नास्ति अत्र. हा अत्र वाक्यं पूरितमस्ति इत्यतः तत्र सप्तमी नास्ति, किन्तु केवलं लट्लकारः प्रथमपुरुषे एकवचनमेव निमीलयति. सत्यं, द्वितीय नेत्रे सः नेत्रे नेत्रे द्वितीया विभक्त्याम् अस्ति. सत्यं, परन्तु परन्तु निमीलयति निच् प्रत्यय किल, निमीलयति निच् स्वार्थे निच्च भगिनि. स्वार्थे हा निच् तथापि भवितुमर्हति खलु, सर्वत्र प्रेरणार्थे एव भवति इति नास्ति खलु. न अत्र प्रेरणार्थे न भवति, सः एव सः एव तस्यैव तयोः नेत्रयोः एव सः प्रेरकं करोति, न भवति किल. सत्यम्, अत्र अत्र स्वार्थे एव अस्ति इत्युक्ते तत्र चुरादिगणि धातुः भवति, गणीयधातुः भवति. मील् इति दातु चुरादिगणे, अहं पश्यामि, भवान् अग्रे वदतु. हा हा अस्तु, कृष्णमेघतले इति अस्ति. अत्र मील् इति धातुः द्वादिगणे एव अस्ति, न तु चुरादिगणे. तथापि यद्यपि प्रेरणार्थे निच् अस्ति, परन्तु तत्र स्वयमेव करोति. यथा यदा वयं वदामः सः पाठयति, सः शिक्षकं शिष्यं पाठयति, यदि पाठयति तत्र प्रेरणार्थे एव अस्ति, तथापि तादृशमपि वाक्यं भवति. सर्वदा अत्र प्रयोजकः भवति इति नास्ति वा? नास्ति. ओ अस्तु, हा इदानीं कृष्णमेघतले इति अस्ति, समस्तपदमस्ति. अत्र कृष्णमेघतल इति पदत्रयं वर्तते. प्रथमं कृष्ण अपि च मेघ इति पदद्वयं स्वीकुर्मः. तत्र कृष्णरूपैव मेघः इति भवति वा विग्रहवाक्यं? कीदृशसमासः तत्र कर्मधारेः किल, उप कर्मधारेः, किन्तु इदानीं उपमानपूर्वपदसमासः उपमानं कुत्र अस्ति उपमानं मेघः ओ क्षम्यतां सत्यं तत्र मेघस्य वर्णः इदानीं कृष्णः अस्ति इत्यतः विशेषणं सत्यं विशेषणमस्ति अतः तत्र कीदृशरूपं भवति विग्रहवाक्यं कृष्ण कृष्णः च तत् मेघः च सः मेघः च कृष्णमेघः इति भवति पुनः कृष्णमेघः तले कृष्णमेघतले दृश्यते सप्तवर्णसुन्दरः इन्द्रचापः कृष्णमेघम् एव तलम् इति कृष्णमेघतलम् इति भवति वा कृष्णमेघं मेघम् एव तलं वा हा मेघस्य तलं मेघस्य तलम् मेघस्य तलम् इत्युक्ते तत्र तत्र मेघे अङ्गाः अङ्गानि सन्ति इति वा भागाः सन्ति इति तत्र उपरि भागस्य तलम् इति अधोभागस्य अन्यत् किमपि वक्तव्यम् इति तादृशमस्ति वा हा अधोभागे कृष्णस्य तलम् इत्युक्ते तस्य अधोभागे मेघानां तले कृष्णमेघानां तले अस्तु कृष्णमेघः कृष्णमेघानां तलं कृष्णमेघतलं तस्मिन् कृष्णमेघतले दृश्यते किं दृश्यते सप्तवर्णसुन्दरः इन्द्रचापः इति अस्ति अत्र सप्तवर्णसुन्दरः इति विशेषणमस्ति इन्द्रचापः इति विशेष्यमस्ति इति कृत्वा सप्तवर्णसुन्दरः इति बहुव्रीहिसमासः भवति अन्यपदप्रधानः इत्यतः तत्र सप्तवर्णसुन्दर इति पदत्रयं वर्तते सप्तवर्णम् तत्र द्विगु भवति किल सप्तवर्णं सप्तवर्ण न वग्रवाक्यं वदतु पुनः न जाने भगिनि अत्र राजेन्द्रमहोदय वदतु विग्रहवाक्यं सप्तवर्ण एव सुन्दरः उपमानपूर्वपद वर्णानां सुन्दरः इति समस्तपदमस्ति प्रथमतया अस्माकं प्रथमकार्यं किं कति पदानि सन्ति अत्र कति पदानि सन्ति अत्र त्रीणि त्रीणि पदानि सन्ति तर्हि कति समासाः कति समासाः भवन्ति द्वे समस्तपदद्वयं भवति त्रीणि पदानि सन्ति चेत् समस्तपदद्वयं भवति तर्हि प्रथमं पदद्वयं स्वीकृत्य समासः भवति तर्हि सप्तवर्ण इति पदद्वयं स्वीकृत्य समासः कः राजेन्द्रमहोदय वदतु राजेन्द्रमहोदय सप्तानां वर्णानां न द्विगु द्विगु समाहार समाहार तर्हि सप्तानां वर्णानां समूहः इति भवति वा समाहारः समाहारः समाहारः समस्तपदं समस्त सप्तवर्णं सत्यं सप्तवर्णम् इति नपुंसकलिङ्गे भवति सप्तानां वर्णानां समाहारः सप्तवर्णं तदनन्तरं महोदय शुकवन महोदय किन्तु तत्र समाहारद्वन्द्वः प्रायः स्थलद्वये एव इति भवति इति मया द्विगुः द्विगुः द्वन्द्वः नास्ति द्विगुः ओ समाहार अस्तु अस्तु द्विगुः सप्तानां वर्णानां समाहारः वर्णैः सुन्दरः इन्द्रचापः एवं वक्तुम् इच्छति चेत् एकक्षणं महोदय एकक्षणं महोदय वदति इदानीम् अनन्तरं सप्तानां वर्णानां समाहारः सप्तवर्ण सप्तवर्णम् इति तत्र इदानीं सप्तवर्ण अपि च सुन्दरः इति अस्ति सप्तवर्णेन सुन्दरः इति भवति वा न सप्तवर्णेन सुन्दरः इति भवति वा तृतीया वा इति वदति खलु सत्यं सत्यं सप्तवर्णेन सुन्दरः सप्तवर्ण सुन्दरः यस्य सः इति भवति सप्तवर्णसुन्दरः इति अस्तु इति बहुव्रीहिसमासः अस्ति तत्र द्विगुसमाहारगर्भ बहुव्रीहिसमासः अस्ति इदानीम् इन्द्रचापः इति अस्ति क्षम्यतां तस्मात् पूर्वम् एतस्मिन् पदे एव सप्तानां वर्णानां समाहारः महोदयेन उक्तं सप्तवर्णः इति सप्तवर्णाः इति भवति वा सप्तवर्णं द्विगुसमासः सर्वदा नपुंसकलिङ्गे एकवचने एव भवति ओ समूहः अस्ति खलु यत्र समूहः अस्ति तत्र एकवचने भवति एकवचने अस्तु अस्तु इदानीम् इन्द्रचापः इति अपि समस्तपदमस्ति पदद्वयं वर्तते इन्द्र अपि च चापः इन्द्रस्य चापः इन्द्रचापः इति भवति वा तथा वयं सामान्यतया चिन्तयामः परन्तु इन्द्रस्य इन्द्रचापः इत्यस्य अर्थः कः चापः इत्यस्य अर्थः अहं न जानामि अतः चापः इत्युक्ते धनुः इन्द्रधनुः ओ इन्द्रधनुः अस्तु तस्य अर्थः कः रेन्बो इति अर्थः खलु तत्र तर्हि इन्द्रस्य चापः इति भवति वा न भवति यदि रेन्बो इति अस्ति चेत् तत्र इन्द्रस्य चापः न भवति तत्र चिन्तनीयं किमस्ति इति चापः इत्यस्य इत्युक्ते धनुः इति अस्ति चेत् तत्र इदानीम् इन्द्रधनुः इव इति भवति तर्हि विग्रहवाक्यम् इन्द्रस्य तत्र तत्रापि षष्ठी भवेत् किल प्रथमं चापः इन्द्रस्य चापः इन्द्रचापः पुनः इन्द्रचापः इव चापः इति भवति इन्द्रचापः इव चापः इति तत्र इदानीं कीदृशः कीदृशसमासः उपमानमस्ति तत्र इन्द्रचापः इति उपमानमस्ति इन्द्रचापस्य एव उपमानमस्ति इन्द्रचापः इति मिलित्वा नाम अस्ति संज्ञा अस्ति इत्यतः तत्र इन्द्रस्य चापः इव चापः इति अत्र समस्तपदस्य नाम किम् इति न जानामि बहुव्रीहिसमासः इन्द्रस्य चापः इव चापः यस्य सः इन्द्रचापः ओ इन्द्रस्य चाप इव चापः यस्य सः सत्यम् इति तदपि बहुव्रीहिः यदा अत्र गजाननः गजाननः इति वदामः चेत् तत्र गजस्य आननम् इव आननं यस्य सः गजाननः एवमेव अत्रापि सत्यम् इत्युक्ते अत्र पदद्वयमपि बहुव्रीहि अस्ति चेत् अत्र इदानीं कस्मिन् विषये वदामः तत्र इन्द्रचापस्य विषये अपि द्वयमपि इति सत्यम् इन्द्रचापस्य विषये एव अस्तु अस्तु अस्तु भगिनि अस्तु समीचीनं सम्यक् किं हिमालयः इति पर्वतः हिमालयः इति पर्वतः इन्द्रः इति चापः इति आगच्छति वा तत्र न सङ्गच्छते भगिनि इन्द्रः कथं चापः भवति इन्द्रः इति चापः इति नास्ति खलु इन्द्रः इति पुरुषः अस्ति चापः इति धनुः अस्ति तर्हि अत्र जातिव्यक्तिसम्बन्धः नास्ति खलु सा वदति चापस्य नाम इन्द्र इति हिमालयः इति पर्वतः इति यथा तत्र चाप इन्द्रः इति चापः तत्र चापस्य नाम इन्द्र इति किन्तु अत्र तादृशं न भवति सत्यं धनुः धनुः इव अस्ति रेन्बो धनुः इव अस्ति इन्द्रस्य धनुः इव अस्ति भगिनि पुनः वदतु सप्तवर्णसुन्दरेन्द्रचापः पुनः वदतु वदामि सप्तानां वर्णानां समाहारः सप्तवर्णम् इति भवति, तत्र द्विगुसमासः भवति. तदनन्तरं तत्र सप्तवर्णः सः सुन्दरः. न न, सप्तवर्णम् इति नपुंसकलिङ्गे अस्ति खलु. सत्यं, किन्तु इदानीं सुन्दरः इति आगच्छति चेत् तदपि तत्र परिवर्तनं न भवति वा, लिङ्गपरिवर्तनं? न न, पदस्य लिङ्गपरिवर्तनं न भवति, अन्ते यस्याः सः यस्य सः तादृशं भवति खलु, अतः पदस्य यत् लिङ्गं तदेव भवति. अस्तु, सप्तवर्णं तत्र सः सुन्दरः, सप्तवर्णसुन्दरः. सप्तवर्णं यस्य सः सुन्दर, सप्तवर्णं सुन्दरः यस्य सः इति विग्रह. तदनन्तरं सुन्दरः इत्यस्य अनन्तरं यस्य सः इति भवति. सप्तवर्णं सुन्दरः यस्य सः इति विग्रहवाक्यं भवति वा बहुव्रीहिसमासः? सप्तवर्णेन सुन्दर भवान् उक्तवान् पूर्वं. सत्यम्, आं क्षम्यताम्, आं सप्तवर्णेन सुन्दरः, सप्तवर्णसुन्दरः. इदानीं सप्तवर्णसुन्दरः सप्तवर्णसुन्दरं यस्य सः, तत् सः सप्तवर्णसुन्दरः इति भवति किल. बहुव्रीहिसमासे विग्रहवाक्यं कथं भवति महोदय? सप्तवर्णसुन्दरः यस्य सः, सप्तवर्णेन सुन्दरः यस्य सः. सत्यं, सप्तवर्णेन सुन्दरः यस्य सः, सप्तवर्णेन सुन्दरः यस्य सः सप्तवर्णसुन्दरः इति भवति. पूर्ण भवति वा द्विग् गर्भ बहुव्रीहिसमासः वा द्विग् गर्भ तृतीय तत्पुरुष बहुव्रीहिसमासः? द्विगु गर्भ तृतीय गर्भ बहुव्रीहिसमासः, तृतीया बहुव्रीहिसमासः इति भवति, तृतीया गर्भ इति नास्ति. समाहार द्विगु गर्भ तत्पुरुषसमासः, तत् तृतीया बहुव्रीहिसमासः. तृतीया बहुव्रीहिसमासः इति तादृशभेदः अस्ति, नास्ति खलु महोदय? तृतीया बहुव्रीहिः सप्तवर्णेन, तत्र सप्तवर्णेन सुन्दरः, सप्तवर्णेन सुन्दरः सप्तवर्णसुन्दरः इति भवति वा? सप्तवर्णसुन्दरः, सप्तवर्णेन सुन्दरः सप्तवर्णसुन्दरः, पुनः तत्र सप्तवर्णसुन्दरः यस्य सः इति वक्तव्यं वा? सप्तवर्णेन सुन्दरः यस्य सः, सप्तवर्णेन सुन्दरं यस्य सः सप्तवर्णसुन्दरः इति भवति. सप्तवर्णेन सुन्दरः यस्य सः, हा, सप्तवर्णेन सुन्दरः यस्य सः, तत्र बहुव्रीहिः, केवलं बहुव्रीहिः एव अत्र बहुव्रीहिसमासः, द्विगु द्विगुगर्भ बहुव्रीहिसमासः. सत्यं भगिनि, अत्र द्विगुसमासः न दीयते न पुस्तके? न, अग्रे आयास्यति भगिनि, वयं न पठितवन्तः, अग्रे आयास्यति, अतः इदानीं न अवगच्छति चेत् चिन्ता नास्ति, अग्रे पाठः अस्ति द्विगुसमासस्य विषये. द्विगु वयं पठितवन्तः खलु, द्विगुसमासः वयं पठितवन्तः खलु, भवती पठितवती भगिनि? हा, वयं पठितवन्तः द्विगुसमासः, वयं पठितवन्तः, केवलं बहुव्रीहिः न पठितवन्तः. पुस्तके अस्ति एव, पुस्तके अस्ति एव, नास्ति चेत् अहं प्रायः न पाठयामि. अस्ति अस्ति, 132 पेज्, हा सत्यं, 132, अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु महोदय, अग्रे. भगिनि, इन्द्रचापः कोऽपि करोति वा बहुव्रीहिसमासे? विग्रहवाक्यं कथं भवति? इन्द्रस्य चापः इव यस्य सः वा? अत्र इन्द्रचापः इति पुनः वदतु महोदय, विग्रहवाक्यं कथं भवति? इन्द्रस्य चापः इव चापः यस्य सः इन्द्रचापः इति भवति, बहुव्रीहिसमासः. हा, इन्द्रस्य चापः इव चापः यस्य सः इन्द्रचापः. अस्तु तर्हि अत्र, अस्तु महोदय, धन्यवादः, अग्रे अत्र मेहुल् महोदय अग्रे करोति वा? आं भगिनि. स एव किरणः सम्प्रति सप्तभिः वर्णैः विराजते. एकः आसम् अधुना बहुः सम्भूतः इति वदन् इव अदृश्यत सः नयनानन्दकरः सूर्यकिरणः इन्द्रचापवेशः. अत्र एकं किरणं दृष्ट्वा सः वदति यत् स एव किरणः सम्प्रति सप्तभिः वर्णैः विराजते. एतत् किरणं सप्तवर्ण इन्द्रचापः यत्र अस्ति तस्य तस्मिन् एव एतत् किरणं विराजते, तत्र तिष्ठति, तत्र भवति इति भवति इति सः अनुभवति, पश्यति. अनन्तरं सः एकं वाक्यं वदति, पूर्वे एकः आसम् अधुना बहुः सम्भूतः. इत्युक्ते पूर्वे एक एव आसम्, अनन्तरम् अहं बहुः जातम् इति, अधुना बहुः जातम् इति भवान् उक्तवान् इति वदन् इव अदृश्यत सः नयनानन्दकरः सूर्यकिरणः इति उक्तवान् अनन्तरं सः अपि अपश्यत् यत् एतदेव नयनानन्दकरः सूर्यकिरणः इति अहं न जानामि तस्य अर्थः कः. नयन आनन्दकरः इति अहं चिन्तयामि, सवर्णसन्धि भूत्वा नयन आनन्दकरः मेबि. हा, अहं चिन्तयामि तत् सूर्यकिरणः भवताः नयने आनन्दम् उद्भवत् आनन्दम् इति अस्ति वा? सूर्यकिरणः आनन्दं कथं जनयति? नयनानन्दकरः नयन सूर्यकिरणः सूर्यकिरणः अन्धकारः खलु, किरणः अनन्तः इति वा? परन्तु अत्र तकारः दकारः अनन्तं न आगच्छति, न अनन्तकरः न आगच्छति. अनन्तकरः इत्युक्ते अर्थं किं? नयनयोगः अन्धकारः भवेत्. आनन्दः इत्युक्ते भगिनी नयनन्दकारः इति एव नयनान्धकारः नयनान्धकारः इति कथम् आगच्छति? नयनयोगः अन्धकारः अनन्दकारः आनन्दकरः अस्ति. आनन्दकरः इति कथम् इति? आनन्दं करोति इति आनन्दकरः उपपत्तत् पुरुषम् तत्र अनन्तम् इति न आगच्छति, अन्धः इति अपि न आगच्छति. अत्र दकारः एव अस्ति किल, मृदुवर्णः दकारः अद्भुतमस्ति किल रूपम्. अतः दृष्ट्वा तस्य मनसि तत् आनन्दः उत्पन्नः अस्ति. अस्तु, तर्हि आनन्दः इति वदति चेत् अत्र विग्रहवाक्यं कथं भवति मेहुल् महोदय? आनन्दकरः नयने आनन्द करोति, नयने आनन्द करोति. नयन स्त्रीलिङ्ग अस्ति, नयनेन आनन्दं करोति, नयने आनन्दं करोति इति नयनान्धकरः नयने आनन्दं करोति इति नयनान्धकरः. नयन एकं वा द्विनयनम्? अतः नयनयोः नयनयोः सम्यक् नयनयोः आनन्दं करोति इति नयनान्धकरः. परन्तु नयनान्धकरः इति कस्य अत्र कस्य पदस्य प्राधान्यम्? एकनिमिषं तत्र पदमस्ति नयनान्धकरः इति नास्ति, नयनानन्दकरः इति. सर्वे कृपया तादृशमेव वदन्तु, नयनानन्दकरः इति पदत्रयं तत्र, नयनम् आनन्दम् अपि च नयन आनन्दकर. कर इति पदं नास्ति भगिनि, कर इति पदं नास्ति, नाम तस्य उपपद तत्पुरुषमासं भवति. नयनयोः आनन्दं करोति यः सः नयनानन्दकरः इति बहुव्रीहि. न तादृशविग्रहं पुनः वदतु, विग्रहवाक्यं नयनयोः आनन्दं करोति इति बहुव्रीहि समासः. करोति इति तादृशविग्रहवाक्यं न भवति खलु बहुव्रीहि समासे. हा सत्यं सत्यं, नयनयोः आनन्दं यः करोति सः नयनानन्दकरः. आनन्दकरः इति पदं स्वीकृत्य समस्तपदं कथं भवति? आनन्दं कारयति इति आनन्दकरः उपपदसमासः. कारयति इति आनन्दकरः एव तादृशं, भयङ्करः इति आनन्दकरः. कारयति भयङ्करः इति समस्तपदस्य विग्रहवाक्यं कथं भवति? भयं करोति, भयं करोति इति भयङ्करः. करोति या कारयति द्वये अपि आनन्दं करोति इति आनन्दकरः, आनन्दम् उपपदसमासः. हा आनन्दकरः इति उपपदसमासः अस्ति. आनन्दं करोति अथवा कारयति, हा करोति अथवा कारयति. इदानीम् अत्र नयनानन्दकरः, नयनयोः आनन्दं करोति आनन्दं, नयनयोः आनन्दं विग्रहवाक्यं कथम् आगच्छति? करोति इति न आगच्छति किल बहुव्रीहि समासे. नयनयोः आनन्दं यः भगिनि, नयनाभ्याम् आनन्दं, नयनाभ्यां नयनाभ्याम् इति तृतीया इति वदति वा? तृतीया इति चिन्तयामि. न न तत्र करणं भवति वा? न सम्यक्. नयनाभ्याम् आनन्दं करोति सप्तमी एव अहं चिन्तयामि. नयनयोः एव आगच्छति नयनयोः आनन्दं यः करोति सः नयनानन्द, या करोति सः सूर्यकिरणः, या करोति सा नयनानन्द, नो नयनानन्दकरः पुल्लिङ्गः किल, नयनानन्द नयनयोः आनन्दकरः, नयनयोः आनन्दं यः करोति. अत्र बहुव्रीहिसमासस्य विग्रहवाक्यं कथं भवति इति चिन्तनीयं. हा तत्र अतः एव पुनः पुनः मम मनसि आगच्छति भगिनि, तत्र प्रथमायां भवति इति नयनयोः आनन्दम्. एकनिमिषं, नयनयोः आनन्दकरः यः सः, न तथा नास्ति महोदय, कुत्रापि पश्यतु द्वितीयविभक्ति न आगच्छति वा? द्वितीयविभक्ति कथं? नयने आनन्दं, न आनन्दकरः, यथात्र सप्तवर्णेन सुन्दरः यस्य सः इति उक्तं खलु, सप्तवर्णेन सुन्दरः यस्य सः इति उक्तं. तत्र अत्र नयनयोः आनन्दकरः, आनन्दकरः यस्य सः, यस्मात् सः नयनयोः आनन्दकरः यस्मात् सः. पञ्चमी भगिनि, पञ्चमी कथं नयनयोः यस्मात् कथं पञ्चमी? पञ्चमी अपादानं नास्ति तत्र, यस्मात् कथम् आगच्छति? न तत्र आनन्दः कस्मिन् अस्ति? आनन्दः पुरुषे अस्ति, तस्मिन् नयनयोः आनन्दकरः यस्मिन् यस्मिन् तद् आगन्तुं शक्नोति इति अहं चिन्तयामि. नयनयोः आनन्दकरः यस्मिन् सः इति वाक्यम् अस्तु. अग्रे सूर्यकिरणः इत्यस्य विग्रहवाक्यम्, अत्र नयनानन्दकरः इति पुनः अहं पश्यामि अत्र विग्रहवाक्यं समीचीनमस्ति न वा इति. अस्तु मेहुल् महोदय, सूर्यकिरणः क्षम्यतां, यदि नयनयोः इति उक्तवती तत्र सप्तमी इति स्वीकृतवती वा? षष्टि, तत्र षष्टि नयनयोः, तत्र षष्टि नयनयोः आनन्दकरः यस्मिन् सः. अस्तु, परन्तु भगिनी कथं षष्ठी तत्र आगच्छति? सप्तमी भवेत् तत् अहं चिन्तयामि. नयनयोः आनन्दः, कस्य आनन्दः, कस्य आनन्दः तत्र नयनयोः तत्र आनन्दः तस्मिन् भवति, तत्र तस्य न भवति, पुरुषे भवति खलु, पुरुषे एव आनन्दः खलु. परन्तु इदानीं तु अत्र पुरुषस्य तु प्रसङ्गः नास्ति, नयनयोः सम्बन्ध अहं चिन्तयामि सप्तमी भवति. नयनयोः आनन्दकरः यस्मिन् इति यस्मिन् आम् आं तथैव अहं चिन्तयामि तथा भवति. नयनयोः आनन्दकरः यस्मिन् सः इत्युक्ते सप्तमी किल, नयनयोः सप्तमी आगच्छति भगिनि. नयनयोः आनन्दकरः यस्मिन् सः इति विग्रहवाक्यं वदामि चेत् तत्र सप्तमी एव भवति किल, षष्ठी कथं भवति? न न, यस्मिन् सः इति सप्तमी एव तत्र, तत्र नयनयोः आनन्दकरः इति, नयनयोः आनन्दकरः इति तत्र आनन्दकरः नयने अस्ति इति कृत्वा तत्र नयनयोः सप्तमी इति महोदय वदति, समीचीनमेव भाति, समीचीनमेव भाति. षष्ठी समीचीनं, आनन्द इति नयनयोः षष्ठी एव भवितुम् अर्हति, न सप्तमी. अस्तु, सर्वे चिन्तयन्तु कथम् अस्ति इति चिन्तयन्तु. अग्रिम समयः अभवत् अतः अत्र चिन्तयन्तु, अत्र पदद्वयम् अस्ति इतोपि, तत्र इन्द्रचापवेशः तत्रापि चिन्तयतु, अत्र बहु किमपि अस्ति इन्द्रचापवेशः, अत्र त्रीणि पदानि सन्ति परन्तु बहु किमपि अस्ति. सम्प्रति विराजते तत्र अस्ति खलु भगिनि, सम्प्रति विराजते तत्रापि विराजते, विराजते इति तत्र क्रियापदमस्ति खलु, क्रियापदम् आम् क्रियापदं, परन्तु वि उपसर्गपूर्वक राजते इति आत्मनेपदी आगच्छति चेत् तत्र प्रातिसमासः न भवति, गन्तुं शक्नोति, न भवति, न भवति वा? क्रियापदमस्ति खलु, चेदेव कथं भवति क्रियापदमेव समासः भवितुम् अर्हति किल, सुबन्धपदमेव समासः भवति अतः अत्र समस्तपदं नास्ति, तिङन्तपदे समासं न भवति. अस्तु, चिन्तयन्तु सर्वे, चिन्तयन्तु, अत्र बहु किमपि अस्ति, चिन्तयन्तु, अग्रिमसप्ताहे परिशीलयामः. अस्तु, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः, नमस्कारः.